अस्तु, तर्हि सर्वेषां स्वागतम्। इदानीम् अस्माकं नूतनपाणिनीयव्याकरणवर्गः आरभ्यते। अत्र प्रश्नः उदेति यत् किमर्थं व्याकरणं पठनीयम् इति चेत्, वस्तुतः अभिरुचिः संस्कृतक्षेत्रे यत्र कुत्रापि स्यात्, किन्तु सर्वेषां कृते व्याकरणज्ञानम् अतीवलाभदायकमस्ति, यतोहि मूलमस्ति भाषा। भाषायाः नाम अस्ति संस्कृतं, सम्यक्तया कृतं संस्कृतं। तर्हि अस्य भाषायाः आकृतिः यदि ज्ञायेत तर्हि सर्वेषाम् अतीवलाभः। उदाहरणार्थं यदि संस्कृतभाषायाः आकृतिः ज्ञायते तर्हि नूतनशब्दः अस्ति चेदपि, अपरिचितशब्दः अस्ति चेदपि प्रायः तस्य अर्थं ज्ञातुं शक्नुयामः। तत्र अनुमानं कृत्वा यस्य कस्यापि शब्दस्य भागं कृत्वा भागाः सन्ति खलु, यः कोऽपि शब्दः अस्ति, क्रियापदं भवतु, तिङन्तपदं भवतु, सुबन्तपदं भवतु, तत्र उपसर्गः अस्ति, धातुः अस्ति, प्रत्ययः अस्ति, आगमाः सन्ति, एतत् सर्वं मिलित्वा यदा अभिज्ञातुं शक्नुमः तदानीम् अस्य सर्वस्य दर्शनेन शब्दस्य अर्थस्य अनुमानं कर्तुं शक्नुमः इति एकमस्ति। अपि च ततः अग्रे शब्दनिर्माणं, शब्दव्युत्पत्तिः इत्यादिकं भवति मनसि भवति चेत् महान् लाभः। ततः अग्रे नूतनविषयाः अपि आगच्छति यत् किन्तु अस्माकं पाणिनिव्याकरणम् अतीव कष्टकरं खलु, तत्र एतावता परिगणितेषु गुरुकुलेषु विश्वविद्यालयेषु वा तत्र पाणिनीयव्याकरणज्ञानप्रचारः भवति, किन्तु साधारणतया तत्र लोके सामान्यजनानां मध्ये एतादृश न भवति। किन्तु अत्र वार्ता एवमस्ति अस्य आवश्यकता, एतादृश आवश्यकता नास्ति एव। तदर्थं नाम पाणिनिः नाम व्याकरणः अष्टाध्यायीं रचितवान्, तदाधारेण दीक्षितपुष्पा भगिनी तदनुसृत्य पाणिनीय अष्टाध्यायीम् अनुसृत्य एव नूतनपद्धतिं रचितवती, यस्य द्वारा सुलभतया सर्वे पाणिनीयव्याकरणं ज्ञातुं शक्नुयुः इति कृत्वा सिद्धान्तकौमुदीम् इति रेफरेन्स् बुक् माध्यमेन तत्र यत्र कुत्रचिदपि उपयोक्तुं शक्यते। किन्तु अस्माकं शिक्षणार्थं मार्गः यः अस्माकं पुरतः अस्ति, यः मार्गः सः च मार्गः दीक्षितपुष्पद्वारा विरचितः। वस्तुतः अयं मार्गः पाणिनेः एव मार्गः, कथमिति चेत् अग्रे ज्ञास्यामः। नाम तत्र अष्टाध्याय्यां 4000 सूत्राणि सन्ति, एभिः सूत्रैः सर्वसंस्कृत आकृतिः ज्ञायते। अग्रे गत्वा एतत् सर्वं कथम् अतीव सुलभरीत्या ज्ञातुं शक्नुमः इति स्पष्टं भविष्यति. तर्हि अयम् अस्माकं विषयः. पाणिनीयव्याकरणम् इति अतीव लाभदायकमस्ति इति एकमस्ति, सुलभमपि अस्ति, काठिन्यं नास्ति. यथा भवतः नाम किं, भवत्याः नाम किम् एवमस्ति, अतीव सुलभमस्ति, अत्र काठिन्यं किमपि नास्ति. अस्तु, इति अस्माकं विषयपरिचयः. तत्र अष्टाध्याय्यां सूत्राणि सन्ति. सूत्रम् इति एकं लघुवाक्यमिति वक्तुं शक्नुमः. तत्र नियमाः सन्ति, नियमाः ये सन्ति नियमाः, तेषां द्वारा सुलभतया सर्व आकृतिं ज्ञास्यामः संस्कृतभाषायाः. तर्हि इदानीं आरम्भं कुर्मः. अस्माकं पाठः पुरतः स्यात्. पाठः इति धातुगणाः. धातुगणाः इति पाठः आरम्भे किमर्थं भवति इति चेत्, वस्तुतः संस्कृतभाषायां तत्र 2000 धातवः सन्ति, 2000 धातवः, उपद्विसहस्रं. धातुः भाषायाः मूलमस्ति, भाषायाः मूलं, ततः सर्वं निर्मीयते. वस्तुतः भाषा न निर्मीयते, किन्तु वर्णनं यदा कुर्मः, पाणिनिः किं कृतवान्, भाषां दृष्ट्वा तस्य वर्णनं कृतवान्, वर्णनं. तर्हि निर्माणशब्द अनौपचारिकरीत्या वयं निर्माणशब्दस्य उपयोगं कुर्मः. तर्हि यत्र कुत्रापि कस्यचित् शब्दस्य निर्माणं भवति, तत्र साधारणतया मूलमस्ति धातुः. 2000 धातवः सन्ति. तत्र च कथञ्चित् एतेषां सर्वेषां धातूनां श्रेणीकरणम् अपेक्षितमस्ति, नो चेत् धातवः बहवः सन्ति. तर्हि श्रेणीकरणम्, आयोजनं, व्यवस्था अपेक्षिता अस्ति. तदर्थं 10 धातुगणाः इति आयोजिता अस्ति, आयोजितः 10 धातुगणाः. अत्र च 10 धातुगणाः सन्ति. तत्र कुत्र तादृशम् आयोजनं दृश्यते इति चेत्, दशलकाराः सन्ति खलु, दशलकाराः सन्ति, लट् लकारः, लोट् लकारः, लिट् लकारः, लङ् लकारः, विधिलिङ्, आशीर्लिङ्, दशलकाराः सन्ति. किन्तु सर्वत्र दशधातुगणानां प्रमाणम् अथवा आवश्यकता नास्ति. दशसु केवलं 4 लकारेषु धातुगणाः प्रकटाः भवन्ति. ते च के इति चेत्, लट् लकारः, लोट् लकारः, लङ् लकारः, विधिलिङ् लकारः च. तत्र एतेषु 4 लकारेषु आयोजनमस्ति धातुगणम् अनुसृत्य. तर्हि अस्माकम् इदानीं प्रथमे दिने धातुगणः कथम् आयोजितः अस्ति, अस्मिन् किं किम् अस्ति इति चेत् अग्रे इदानीम् अस्माकं पाठः भवति. इदानीम् एतावता कोऽपि प्रश्नः अस्ति चेत् इदानीम् अन्म्यूट् करोमि सर्वेषाम्. अस्तु, न कोऽपि प्रश्नः अस्ति चेत् उच्यताम्. म्यूट् इति कृतमस्ति, किन्तु अन्म्यूट् कृत्वा यः कोऽपि स्वस्य अन्म्यूट् कृत्वा प्रष्टुं शक्नोति इदानीम् अस्ति चेत्. अस्तु, अग्रे गच्छेम. किमस्ति, अद्य बहवः जनाः सन्ति इति कृत्वा म्यूट् भवति चेत् सौलभ्यमस्ति. इदानीं वयं दृष्टवन्तः खलु, अन्म्यूट् कृत्वा कथमस्ति, तत्तु सम्यक् नास्ति. तर्हि किन्तु स्वस्य अन्म्यूट् कृत्वा यः कोऽपि अस्ति प्रश्नः तद् भवति, नास्ति चिन्ता. तर्हि इदानीम् अस्माकं पाठः आरभ्यते. तत्र धातुगुणाः इति पाठः अस्ति. अत्र एकवारम् अहं वदिष्यामि किं किम् अस्ति इति वदिष्यामि, मध्ये मध्ये पृच्छामि च प्रश्नः अस्ति वा इति. अनन्तरं परिसमाप्य पुनः पठिष्यामः, मिलित्वा कुर्मः एकवारम् अद्य धातुगणाः. तर्हि अत्र किं लिखितमस्ति, पाणिनीयधातुपाठे धातवः दशसु गणेषु विभक्ताः सन्ति. एते दशगणाः अधः सूचिताः सन्ति. परन्तु सर्वप्रथमं कानिचन नूतननामानि अस्माभिः ज्ञातव्यानि. कर्तरिप्रयोगस्य लट्लकारे क्रियापदं भागत्रये विभज्यते. अत्र लट्लकारे अपि मया उक्तम् इदानीं, लट्लकारे, लोट्लकारे, लङ्लकारे, विधिलिङ्लकारे च. दशसु लकारेषु एतादृशी व्यवस्था दृश्यते चतुर्षु लकारेषु, यथा गच्छति लट्लकारः वर्तमानकाले, आदेशात्मकः लोट्लकारः गच्छतु, भूतकाले लङ्लकारः अगच्छत्, अपि च विधिलिङ्लकारः गच्छेत् इति चतुर्षु, एतेषु चतुर्षु लकारेषु दशगणाः प्रकटाः इति अस्ति. तर्हि अत्र अद्यतनपाठे लट्लकारं स्वीकृत्य करिष्यामः. तर्हि अत्र पठति इति क्रियापदमस्ति, प्रथमपुरुषस्य एकवचने लट्लकारे पठति इति अस्ति. अस्मिन् भागत्रयमस्ति, पठ अ ति, पठ अ ति इति अस्ति. अस्तु, समीचीनमस्ति. तर्हि अत्र पठ इति धातुः, द्वितीयः भागः अस्ति अ इति विकरणप्रत्ययः, तृतीयः भागः ति इति तिङ्प्रत्ययः. अत्र साधारणतया धातोः अनन्तरं कश्चन भागः, अंशः, शब्दांशः भवति चेत् तत्र प्रत्ययः, अपि च धातोः पूर्वं भवति चेत् उपसर्गः, अनन्तरं भवति चेत् प्रत्ययः इति. केवलं नामकरणमस्ति उपसर्गः प्रत्ययः. अस्तु, पुनः प्रत्ययानां विभजनं भवति. अत्र द्वितीयः प्रत्ययः विकरणप्रत्ययः, विकरणप्रत्ययः. तृतीयः प्रत्ययः, तत्र तृतीयः भागः इति तिङ् प्रत्ययः इति केवलं नामकरणम्. अस्य पृथक्तया अर्थः नास्ति, किन्तु नामकरणमस्ति. अस्तु, समीचीनं. तर्हि अत्र प्रथमभागः अस्ति पठ् इति धातुः. धातुः अस्ति, विकरणप्रत्ययः अस्ति, तिङ्प्रत्ययः अस्ति इति त्रयः भागाः. प्रत्येकं भागस्य स्वतन्त्रतया, पृथक्तया कार्यं, किं कार्यं करोति इति इदानीं वदामः. पठ् इति धातुः, धातुः अर्थं निर्दिशति, अर्थं बोधयति. अत्र पठ् इति धातुः कस्मिन् अर्थे, पठनक्रिया. अत्र पठनक्रियां बोधयति. गम् इति धातुः, गमनक्रियां बोधयति इति. एतादृशं तत्र प्रत्येकं धातोः अर्थः अस्ति. तर्हि पठति इति, पठति इति क्रियापदे अर्थः, अस्य शब्दस्य, अस्य क्रियाशब्दस्य अर्थः कुतः आगतः इति धातोः, धातुतः. अत्र पठति धातोः पठनक्रिया इति अर्थः, पठनक्रियां बोधयति. अस्तु, समीचीनमस्ति. इदानीम् अस्य क्रियापदस्य द्वितीयः भागः अस्ति अ इति विकरणप्रत्ययः. अ इति विकरणप्रत्ययः, विकरणप्रत्ययस्य कार्यं किं? गणं निर्दिशति, गणं बोधयति. तर्हि अस्माकम् अद्यतनपाठस्य लक्ष्यं किम् इति चेत् तत्र दशधातुगुणाः. तर्हि अत्र अस्माकम् अवधानमस्ति, अत्र विकरणप्रत्ययः कः इत्यस्य ज्ञानेन दशसु गणेषु अयं धातुः कस्मिन् अस्ति इति जानीमः. धातोः कार्यमस्ति अर्थबोधनं, विकरणप्रत्ययस्य कार्यमस्ति गणबोधनं. धातु कस्मिन् धातुगणे अस्ति इति विकरणप्रत्ययं ज्ञात्वा जानीमः यत् अस्तु अयं धातुः कस्मिन् धातुगणे अस्ति. तर्हि अत्र पठति इति क्रियापदे द्वितीयः भागः अस्ति अ इति विकरणप्रत्ययः. धातुगणं निर्दिशति. तृतीयः भागः अस्ति ति इति तिङ्प्रत्ययः. तिङ्प्रत्ययस्य कार्यमस्ति लकारबोधनं, लकारं निर्दिशति. अस्तु, अस्य कथनस्य आशयः अस्ति यत् ति इत्यस्य श्रवणेन जानीमः यत् पठति इत्यस्य रूपं लट् लकारात्मकं, लट् लकारः वर्तमानकाले अद्य इदानीं पठति इति लट् लकार इति ति इति भागं सूचयति. पठतु इति वदामः चेत् तत्र आदेशः लोट्. अपठत् इति तत्र तिङ्प्रत्ययः तकारः एव अस्ति, तकारस्य अनन्तरम् अकारः तत्र नास्ति, केवलं तकारः, तकारे दण्डः. अपठत् इति अस्ति चेत् तत्र भूतकालार्थः, तत्र लङ्लकारः. तर्हि पठति इत्यस्मिन् ति, पठतु इत्यस्मिन् तु, अपठत् इत्यस्मिन् त इति तत्र लकारं बोधयति. समीचीनं. तर्हि भागत्रयम् अस्माभिः ज्ञातमस्ति, पठति इत्यस्मिन् पट् अ ति इति एतावता आकृतिः ज्ञाता अस्ति. इदानीम् अग्रे गत्वा अस्माकम् अवधानं कुत्र भवेत् इति चेत् विकरणप्रत्यये. अग्रे गत्वा दशधातुगुणाः प्रदर्शिताः सन्ति, तत्र च मध्ये मध्ये द्रक्ष्यामः यत् मूलधातुः यः अस्ति तस्मिन् किञ्चित् परिवर्तनं भवति कुत्रचित्. यथा वदामि ज्ञादातुः, ज्ञादातुः तत्र जानाति, बालकः विषयं जानाति. तर्हि तत्र ज्ञादातुः इति धातुः ज्ञा, किन्तु तत्र जानाति इति तत्र जाति कथं जातमस्ति? इदानीम् अस्माकं विषयः किन्तु नास्ति, अग्रे गत्वा एतत् सर्वं ज्ञास्यामः. अतः किञ्चित् धैर्यमपेक्षितमस्ति, नाम कीदृशं परिवर्तनं भवति इति अस्मिन् धातोः प्रसङ्गे. तत्र अग्रे एतत् सर्वं पठिष्यामः. इदानीम् अस्माकं विषयः कः इति चेत् धातु तिङ्प्रत्यययोः मध्ये यः विकरणप्रत्ययः, सः कः, सः कः? तस्य ज्ञानेन प्रत्येकं धातुगणस्य लक्षणस्य अभिज्ञानं भवति अस्माकं लक्षणस्य अभिज्ञानं. तत्र दशधातुगणाः सन्ति अस्माकं पुरतः, पश्यन्तु. तत्र भुआदिगणः, अदादिगणः, जुहोत्यादिगणः, दिवादिगणः, स्वादिगणः, तुदादिगणः, रुधादिगणः, तनादिगणः, क्रियादिगणः, चुरादिगणः. तर्हि कथं ज्ञातुं शक्नुमः तत्र परस्परभेदः कः, कः धातुः कस्मिन् धातुगणे इति कथं ज्ञातुं शक्नुमः? प्रत्येकं धातुगणस्य एकं लक्षणमस्ति. लक्षणं भवति तत्र केवलं विकरणप्रत्ययस्य आधारेण प्रमुखतया. कुत्रचित् कुत्रचित् किञ्चित् इतोपि भवति, तत्र अग्रे गत्वा अद्यैव वक्ष्यते. किन्तु प्रमुखतया विकरणप्रत्ययः कः इति अस्य ज्ञानेन अयं धातुः कस्मिन् धातुगणे इति ज्ञास्यामः. तर्हि अग्रे पश्येम. इदानीं कोऽपि प्रश्नः अस्ति चेत् अन्म्यूट् कृत्वा वदतु. नाम धातोः कार्यं किं, विकरणप्रत्ययस्य कार्यं किं, तिङ्प्रत्ययस्य कार्यं किम् इति विषये कस्यचित् प्रश्नः अस्ति चेत् इदानीम् अन्म्यूट् कृत्वा वदतु कृपया. अस्तु अस्तु, तर्हि अग्रे गच्छेम. तिङ्प्रत्ययस्य कः अर्थः तत्र? तिङ् इति शब्दः, वस्तुतः तिङ् इति शब्दः तत्र, कृपया म्यूट् करोतु, अहं वदिष्यामि. तिङ् इति शब्दः वस्तुतः अष्टादश तिङ्प्रत्ययाः सन्ति. तत्र प्रायः वयं सर्वे जानीमः यत् तत्र परस्मैपदीधातवः सन्ति, आत्मनेपदीधातवः सन्ति. तत्र विभजनमस्ति, अयं धातुः परस्मैपदीधातुः वा आत्मनेपदीधातुः वा इति तत्र अस्ति. यथा बालकः शेते, तत्र अन्ते ते इति अस्ति, इति कृत्वा आत्मनेपदीधातुः अस्ति. शीधातुः शेते. तत्र गच्छति अस्य अन्ते ति इति अस्ति, न तु ते. ति अस्ति चेत् लट्लकारस्य प्रथमपुरुषस्य एकवचने, ति अस्ति चेत् परस्मैपदीधातुः, ते अस्ति चेत् आत्मनेपदीधातुः. तत्र च कुत्रचित् उभयं भवितुमर्हति, करोति कुरुते. तर्हि तत्र उभयपदीधातुः अस्ति. तर्हि अत्र श्रेणीकरणमस्ति, परस्मैपदीधातुः, आत्मनेपदीधातुः, उभयपदीधातुः. अस्तु, समीचीनमस्ति. तत्र परस्मैपदीधातूनां कृते नव तिङ्प्रत्ययाः सन्ति, आत्मनेपदीधातूनां कृते च तत्र पुनः नव प्रत्ययाः सन्ति, आहत्य अष्टादश तिङ्प्रत्ययाः सन्ति. एतत् सर्वम् अग्रे ज्ञास्यामः, अग्रे. इदानीम् अस्माकं विषयः नास्ति. किन्तु त्रिषु पुरुषेषु, त्रिषु च वचनेषु भवति इति कृत्वा तिप्तस् जि सिप्तस्थ मिप्वस्मस् इति नव परस्मैपदिनः तिङ्प्रत्ययाः सन्ति. पुनः आत्मनेपदीधातूनां कृते नव सन्ति, त आतां झ थास् आथां ध्वम् एड्वहि महिङ् इति नव सन्ति. अद्यतनविषयः नास्ति, केवलं प्रश्नः आगतः इति कृत्वा किञ्चित् उक्तवान्. तत्र तिङ् इति शब्दः कथमागतः इति चेत्, परस्मैपदीधातूनां कृते ये नव तिङ्प्रत्ययाः सन्ति, तेषु प्रथमस्ति तिप् इति प्रत्ययः. बालकः गच्छति इत्यस्मिन् गच्छति ति इति तिप् इत्यस्मात् आगतः अस्ति, तिप्. अपि च महिङ् आत्मनिपदीधातु, तत्र उत्तमपुरुषस्य बहुवचने महिङ् इति अस्ति, महिङ् इति प्रत्ययः अस्ति. तर्हि अत्र किमस्ति यत् उत्तमपुरुषस्य नाम ता आतां झ थास् आथां ध्वम् एड्वहि महिङ् इति बहुवचने अस्ति उत्तमपुरुषे. तिप् इत्यस्मात् आरभ्य, परस्मैपदस्य तत्र तिप् इत्यस्मात् आरभ्य महिङ् इति यावत् अष्टादश ये सन्ति, तत्र कश्चन संक्षेपः अस्ति तिप् महिङ् इति कृत्वा. तिप् इत्यस्य प्रथमवर्णः अस्ति ति, तकारे इकारः इति ति इति अंशः. अपि च महिङ् इति तत्र अन्तिमभागः अस्ति ङ ङ ख ख ङ मिलित्वा तिङ्, ति इत्यस्मात् आरभ्य ङ पर्यन्तम् इति कृत्वा तिङ् इति नामकरणं कृतमस्ति संक्षेपे. अष्टादशानां प्रतिनिधिः अस्ति तिङ्, तावदेव अस्ति. यथा यु एस् ए इति संक्षेपः अस्ति खलु, युनैटेड् स्टेट्स् आफ़् अमेरिका, तत्र यु एस् ए इति वदामः. यु एस् ए इति संक्षेपः, अत्र तिङ् इति संक्षेपः, अष्टादशानां तिङ् प्रत्ययानां संक्षेपः अस्ति तिङ्, लकारं निर्दिशति. अस्तु, अन्य कोऽपि प्रश्नः वा? अस्तु, हरि ओम्. हरि ओम्, नमस्ते महोदय. आमां, भवान् उक्तवान् लट्लकारस्य प्रथमः ति भवति प्रत्ययः, अन्ते महिङ्ग् अस्ति वा? महिङ्ग्, महिङ्ग् इति आत्मनेपदे उत्तमपुरुषस्य बहुवचने. परस्मैपदे भवति, भवतः, भवन्ति, भवसि, भवतः, भवे, भवामि, भवावः, भवामः, मह अस्ति किल, मस् मस् मह तिङ् तिङ् प्रतिङ् इति महङ्ग् अस्ति वा? न न न, अत्र अत्र भवति, भवतः, भवन्ति, भवसि, भवतः, भवतः, भवामि, भवावः, भवामः इति तत्र नवसु, तत्र अन्तिमम् अस्ति भवामः खलु, भवामः अस्ति, तत्र मस् इति प्रत्ययः, तत्र तिङ् तिङ् इति वयं वयं वदन्ति अस्ति किल, तिङ् इति वदामः. यतोहि इदानीं मया यत् यदुक्तमस्ति यत् तत्र आहत्य अष्टादश तिङ् प्रत्ययाः सन्ति, अत्र नव अष्टादश सन्ति, अष्टादश सन्ति परस्मैपदिनः आत्मनिपदिनः मिलित्वा तिङ् इति संक्षेपः आहत्य आहत्य ति इत्यस्मात् आरभ्य महिङ्ग्. साधु साधु साधु एव नाम तत्र प्रकाशते इति आत्मनिपदि धातुः अस्ति, तत्र प्रकाशते इति क्रियपदमस्ति, तर्हि प्रकाशते, प्रकाशेते, प्रकाशन्ति, प्रकाशन्ति, अन्तर उत्तमपुरुषे प्रकाशे, प्रकाश प्रकाशवहे, प्रकाशमहे इति अस्ति, प्रकाशमहे, महे उत्तमपुरुषस्य बहुवचने प्रकाशमहे. तत्र तत्र अन्ते महिङ् अस्ति, महिङ् अस्ति, तत्र महे इति महिङ्, महिङ् महिङ् अस्ति, तत्र लट्लकारे महे इति अस्ति, तर्हि तेप् इत्यस्मात् अरव्य महिङ्, तर्हि ति इत्यस्मात् अरभ्य महिङ् इति यावत् तिङ् इति संक्षेपः, तिप् इत्यस्मात् आरभ्य महिङ् यावत् अष्टादशानां प्रतिनिधिः इति संक्षेपे इति तिङ् वदामः. अस्तु, मम प्रश्नः प्रत्याहारः तिङ् अस्ति किल, तिङ् अस्ति, तिङ् अस्ति, अतः प्रथमे ति अस्ति, अन्ते ङ अस्ति चेत् तिङ् भवति अस्ति किल, सत्यम् इति अस्ति. किन्तु इदानीम् इदानीम् इदानीं किञ्चित् अहं वदामि, इदानीं किञ्चित् मास्तु, यतोहि सर्वे प्रत्याहारः नाम कः इति न जानन्ति इति कृत्वा इदानीम् अग्रे गत्वा एतत् सर्वं करिष्यामः अवश्यम्. इदानीम् अस्माकं साधु साधु साधु एव, धन्यवादः धन्यवादः. अस्तु अवश्यं, बहु समीचीनमस्ति. तर्हि इदानीम् अग्रे गच्छेम, यतोहि अस्माकं विषयः अस्ति अत्र धातुगुणाः. तर्हि प्रत्येकं धातोः कृपया म्यूट् कुर्वन्तु कृपया, अपि च तत्र अस्माकं अंशत्रयमस्ति इति उक्तमस्ति, पट् अति, पट् अति इति. तत्र अस्माकम् अद्यतनविषयः अस्ति, अद्यतनविषयः अस्ति अ मध्ययः. अस्तु, समीचीनमस्ति. तर्हि इदानीम् अग्रे अग्रे अग्रे पश्येम, संक्षेपे एतत् सर्वं दृष्ट्वा अनन्तरं पुनः मिलित्वा द्रक्ष्यामः. अग्रे लिखितमस्ति, अत्र सन्ति धातूनां दशगुणाः, पश्यतु कथं भिन्नगणेषु विकरणप्रत्ययाः भिद्यन्ते. वस्तुतः विकरणप्रत्ययानां भेदेन दशगणाः निर्मीयन्ते. अस्तु, तर्हि इदानीम् अस्माकं लक्ष्यं किं? प्रत्येकं धातुगणस्य लक्षणम्। अस्माकं लक्ष्यमस्ति धातुगणानां लक्षणं, प्रत्येकं धातुगणः कथं पृथक्तया अस्माभिः क्रियते, कथं ज्ञातुं शक्नुमः अयं धातुः अस्मिन् धातुगणे इति। मया उक्तं तत्र द्वितीयः भागः यः अस्ति विकरणप्रत्ययः, तदाधारीकृत्य एतत् सर्वं भवति। तर्हि प्रथमधातुगणः अस्ति भ्वादिगणः, अत्र लिखितमस्ति, पश्यन्तु, भ्वादिः प्रथमः गणः, भू इत्यादयः धातवः, भवति इत्यादीनि क्रियपदानि। यस्य गणस्य आदौ भू धातुः अस्ति सः भ्वादिगणः इति अस्ति। इदानीं प्रथमधातुगणः अस्ति भ्वादिगणः, तत्र तस्य नामकरणं किमर्थं तथा अस्ति इति चेत्, तत्र अस्य धातुगणस्य प्रथमः सदस्यः अस्ति भूधातुः। अस्मिन् तत्र आहत्य द्विसहस्रं धातवः सन्ति संस्कृतभाषायाम्, उपद्विसहस्रं। तेषु द्विसहस्रे धातुषु अर्धभागः, एकसहस्रं धातवः अस्मिन् धातुगणे अस्ति, अस्मिन् धातुगणे सन्ति, अत्र भ्वादिगणे। सहस्रं धातवः, बहवः धातवः, आधिक्येन धातवः अस्मिन्नेव धातुगणे अस्ति, किन्तु अर्धभागः नास्ति खलु, अर्धभागः अस्मिन् धातुगणे अस्ति। तर्हि भ्वादिगणः अस्य गणस्य प्रथमसदस्यः कः? भूधातुः। अतः भू इत्यादयः धातवः इति दत्तमस्ति, भू इत्यादयः, भवति इत्यादीनि क्रियपदानि, तत्र भू इति धातुः क्रियपदमस्ति भवति। यस्य गणस्य आदौ भूधातुः अस्ति सः भूवादिगणः इति स्पष्टं स्यात्। अस्तु, इतः अग्रे इदानीं विकरणप्रत्ययः शप् अ। अत्र उपरि पठति इति उदाहरणे तत्र प्रदर्शनमासीत् यत् विकरणप्रत्ययः अस्ति अ। अस्य अ इति विकरणप्रत्ययस्य मूलरूपमस्ति शप्, मूलरूपं शास्त्रीयरीत्या मूलरूपमस्ति शप्। अत्र शकारपकारयोः अपगमनं शास्त्रीयरीत्या किं वदामः? लोपः। शकारपकारयोः लोपः भवति, अकारः मध्ये स्थितः अवशिष्यते, अकारः अवशिष्यते। अतः अत्र मूले तत्र पठति इति पठति इति प्रदर्शयामः चेत् तत्र मूले किमस्ति? मूले पठ इति धातु पठ अस्ति, अन्ते अकारः अस्ति, पठ पठ, वस्तुतः अनुनासिकवर्णमस्ति, पठ इति धातुः अस्ति। अनन्तरं मध्ये विकरणप्रत्ययः अस्ति अ, तस्य मूलरूपमस्ति शप्। अपि च ति इत्यस्य मूलरूपमस्ति तिप्, पठ शप् तिप्। इदानीम् अस्माकम् अवधानं कुत्र? शप् नाम शास्त्रीयरीत्या केचन तादृशवर्णाः सन्ति मूले ये लोके व्यवहारे न तिष्ठन्ति। एतेषां विषये अग्रे गत्वा इतोपि बहु किमपि वदिष्यामः, ज्ञास्यामः च, इदानीं मास्तु। शकारपकारयोः पृथक्तया महत्त्वपूर्णकार्यं भवति, तच्च कार्यं किम् इति अग्रे ज्ञास्यामः, इदानीं मास्तु। तावदेव ज्ञातव्यमस्ति यत् शकारपकारयोः लोपः भवति, अकारः तिष्ठति। अस्तु, तर्हि विकरणप्रत्ययः अस्ति अ। उदाहरणार्थं खाद् इति धातुः खादनार्थे खादति, पठ इति धातुः पठति, क्रीड इति धातुः क्रीडति, वद् इति धातुः वदति, शुच् शोचति, वृत् वर्तते, जी जयति, श्रु श्रवति, हृ हरति। इदानीं पश्यन्तु, कुत्रचित् धातुः भिन्नरीत्या दृश्यते, किन्तु क्रियापदप्रसङ्गे स च धातुः भिन्नरीत्या पुनः दृश्यते. अस्मिन् प्रसङ्गे इदानीम् अस्माकं चिन्ता न स्यात्. अग्रे गत्वा एतत् सर्वं करिष्यामः, किन्तु इदानीं किं किं द्रष्टव्यमस्ति इति चेत्, तत्र धातु तिङ्प्रत्यये ययोः मध्ये यः भागः सः कः. अत्र खादति, खाद् अ ति, खाद् ति, अनयोः मध्ये अ, खादति. पठति अ मध्ये अस्ति, पठति अनयोः मध्ये अ. क्रीडति, क्रीड अ ति, क्रीड अ ति, क्रीड ति अनयोः मध्ये कः वर्णः अ. वदति, अत्र सर्वत्र वदति, वदति, शोचति, वर्तते, जयति. अत्र जि इति धातुः जय जय इति जातमस्ति, जय अति. अत्र जय ति अनयोः मध्ये अकारः अस्ति इति तत्र अस्माकं लक्षणमस्ति, अद्यतनपाठः तत्र. जि इत्यस्मात् कथं जय इति जातमस्ति इति अग्रे गत्वा एतत् सर्वं ज्ञास्यामः इति वदामि. तत्र चिन्ता नास्ति, इदानीम् एतत् सर्वं वदामि चेत् सर्वेषां भ्रमः अस्ति. अक्रमेण सोपानेन एतत् सर्वं ज्ञातव्यमस्ति. तर्हि अत्र शुच् इत्यस्मात् शोच्, वृत् इत्यस्मात् वर्ट् इति कथं भवति अग्रे ज्ञास्यामः. किन्तु इदानीं विषयः कः, शोच् ति अनयोः मध्ये अ, वर्ट् ते मध्ये अ, जय् ति मध्ये अ इति भुआदिगणस्य लक्षणमस्ति. लक्षणं लक्षणं नाम तत्र धातु तिङ्प्रत्यययोः मध्ये कः अ, अ अस्ति इति भुआदिगणः. अस्तु, समीचीनमस्ति. अग्रे द्वितीयधातुगणः अस्ति अदादिगणः. तत्र अदादिगणे प्रथमसदस्यः कः इति चेत्, तत्र अ अत् इति धातुः अस्ति, अत् धातुः खादनार्थे अस्ति, अत् धातुः. अत्र अत् धातुः अस्ति तकारान्तः, अत्र सन्धिं कृत्वा अदादिः दकारः. अस्तु, समीचीनमस्ति. अस्तु, इदानीं अद् इत्यादयः धातवः, अति इत्यादीनि क्रियपदानि. अस्तु, समीचीनमस्ति. तर्हि अत्र विकरणप्रत्ययः नास्ति इति लक्षणमस्ति, लक्षणमस्ति तत्र. यत् अत्र अस्माकम् अवधानमस्ति किं, तत्र विकरणप्रत्ययः नास्ति. अस्तु, अस्तु, वस्तुतः दकारान्तदातु अद् अनन्तरं सन्धिं कृत्वा अति इति भवति दकारान्तदातु. विकरणप्रत्ययः नास्ति इति अत्र शप् इत्यस्य लोपः अस्ति. भुआदिगणे किमस्ति चेत्, अत्र विकरणप्रत्ययः अस्ति अ, मध्ये अकारः अस्ति सर्वत्र. अदादिगणे मध्ये किमपि नास्ति इति पश्यन्तु, नास्ति किमपि. अत्र अस् इति धातुः अग्रे ति इति अस्ति, पश्यन्तु, अस् योगः ति, यत्र प्लस् इति वदामः तत्र आङ्ग्लभाषया, तत्र योगः इति संस्कृतेन वदामः, योगः. अस् योगः ति अस्ति इति अस्ति. तर्हि अस्ति अस्ति चेत्, अस्ति अस्ति चेत् अत्र मध्ये वस्तुतः विकरणप्रत्ययः शप् इति भुआदिगणे यः शप् इति आसीत् अत्रापि आगच्छति, आगत्य लुप्तः भवति इति अदादिगणस्य लक्षणं, लक्षणं तथा अस्ति. नाम अस्ति अनयोः मध्ये किमपि न दृश्यते. हन्ति, हन्ति, अत्र मध्ये हन्ति अनयोः मध्ये किमपि न दृश्यते. वच्ति, अत्र सन्धिं कृत्वा वक्ति इति भवति प्रथमपुरुषस्य एकवचने लकारे, वक्ति. अत्र वक्ति इत्यस्मिन् वच् चकारस्य स्थाने ककारः अपि च ति मध्ये किमपि नास्ति आस् धातुः उपवेशने आस् ते आस्ते अत्र मध्ये किमपि नास्ति शि इति अस्ति अत्र परिवर्तनं कृत्वा शे इति भवति कथमिति अग्रे ज्ञास्यामः शि योगः ते शे ते शे ते अनयोः मध्ये किमपि नास्ति इति कृत्वा अदादिगणे अस्ति समीचीनम् अस्तु इति यः कोऽपि प्रश्नः महोदय अदादिगणे अस्ति किम् अस्ति महोदय परन्तु उदाहरण अस्ति अस्ति हन्ति वक्ति आस्ते परन्तु अस्ति हा नाम न तत्र अदा तत्र अददि धातुः अस्ति तत्र अदिति धातुः अस्ति अत्र सन्धिं कृत्वा अति इति यथा यया रीत्या अस् योगः अति अति हन्योगः अति हन्ति वच् योगः अति वक्ति अद् योगः अति अति इति अस्ति अत्र भेदः नास्ति किमपि कोऽपि भेदः नास्ति अत्र केवलं धातुः अपि च तिङ्प्रत्ययः मध्ये किमपि नास्ति अत्रापि बुद्धं वा आं महोदय अत्र धातुः अस्ति अद् धातुः अस्ति अद् धातुः खादनार्थे अद् योगः ति अत्र ये सन्धिविषये किमपि जानन्ति तत्र खरिच इति चर् आदेशः भवति दकारस्थाने दकारः भवति अत्ति अतः अत्ति अस्ति हन्ति वक्ति आस्ते शेते अत्र सर्वेषां लक्षणं समानमस्ति यद् मध्ये धातु तिङ्प्रत्ययोः मध्ये किमपि नास्ति यतोहि शप् प्रत्यय शप् इति विकरणप्रत्ययः आगत्य लुप्तः भवति तस्य लोपः भवति अत्र लुक् इति लिखितमस्ति विकरणप्रत्ययः नास्ति शप् इत्यस्य लुक् लोपः लोपार्थे प्रायः त्रयः षड् चत्वारः वा शब्दाः सन्ति समानार्थकाः तत्र विशिष्टप्रकारस्य लोपः लुक् इति लुक् इत्यस्य अर्थः कः इति अग्रे विस्तारेण ज्ञास्यामः किमर्थं लुक् इति वदामः न तु लोपः इति अग्रे अस्ति इदानीम् अद्यतनविषयः नास्ति किन्तु लुक् इति एवमेव यत्र अदादिगणे अस्ति शप् इति विकरणप्रत्ययस्य अपगमनं न तिष्ठति लोपः अत्र लुक् इति वदामः अर्थः अस्ति लोपः अस्तु तर्हि अग्रे इदानीं तृतीयः गणः अस्ति जुहोत्यादिगणः तृतीयः गणः हु इत्यादयः धातवः जुहोति इत्यादीनि क्रियापदानि अत्र पश्यन्तु यत् प्रथमधातुगणस्य नाम अस्ति भुवादिगणः द्वितीयस्य नाम अस्ति अदादिगणः तृतीयस्य नाम अस्ति जुहोति आदिगणः धातुः अस्ति हु तर्हि हुआदिगणः किमर्थं न स्यात् इति स्वाभाविकप्रश्नः अस्ति हुआदिगणः प्रायः तत्र किञ्चित् उच्चारणकाठिन्यम् अनुभूयते इति कृत्वा हु इति अनुक्त्वा जुहोति इति लट्लकारस्य रूपं स्वीकृतमस्ति हु इति अस्य लट्लकारः अस्ति जुहोति तर्हि अत्र जुहोति आदिगणः तत्र उच्चारणार्थस्य सौलभ्यार्थम् उच्चारणस्य सौलभ्यार्थम् अत्र जुहोत्यादिगणः अस्ति नामकरणं प्रथमसदस्यः अस्ति हु धातुः तत्र विकरणप्रत्ययः पुनः नास्ति यदादिगणे यथा नास्ति इति लिखितमासीत् विकरणप्रत्ययः नास्ति अत्रापि विकरणप्रत्ययः नास्ति शपः श्लु लोपः इव लक्षणं धातोः द्वित्वं तर्हि उभयत्र विकरणप्रत्ययस्य लोपः क्या वा भाई अत्र किन्तु लक्षणं समानं न स्यात् खलु नाम लक्षणं विलक्षणं भवेत् लक्षणं विलक्षणं भवेत्, असाधारणधर्मः यस्य आधारेण वयं पृथक् कर्तुं शक्नुयाम। अत्र अदारिगणस्य लक्षणं पृथक् भवेत्, भिन्नं भवेत्, ज्योतिरादिगणस्य लक्षणं भिन्नं भवेत्, किन्तु अत्र उभयत्र विकरणप्रत्ययस्य लोपः इत्युक्तं। तर्हि अत्र का वार्ता इति चेत्, प्रथमतया अदादिगणस्य लोपः लुक् इत्युक्तमस्ति, ज्योतिरादिगणस्य लोपः श्लुवति उक्तमस्ति। अत्र लुक् श्लुवति अनयोः भेदः कः इति अग्रे ज्ञास्यामः, अत्र इदानीं मास्तु। किन्तु अत्र लक्षणं धातोः द्वित्वम् इति उक्तमस्ति, द्वित्वं। हा, अत्र द्वित्वं नाम किमिति कृत्वा इति चेत्, तत्र द्विवारम् उच्चारणं, द्विवारम् उच्चारणं, यथा अत्र धातुः अस्ति दा धातुः, ददाति, अत्र द्वित्वं कृतमस्ति, नाम दा दाति इति अस्ति, दादाति। इदानीम् अग्रे गत्वा प्रक्रिया अस्ति, केनचित् कारणेन तत्र दा प्रथमवारं दा अनन्तरं द इति भवति। एतत् सर्वं कथम् इति चेत्, तत्र एकं सूत्रमस्ति ह्रस्वः, एतत् सर्वम् अग्रे ज्ञास्यामः। अग्रे अस्मिन् धातुगणे, तृतीये धातुगणे, ज्योतिरादिगणे, अत्र द्वित्वं क्रियते, द्वित्वं कृत्वा ततः अग्रे अन्यानि कार्याणि भवन्ति, यथा अत्र दा ददाति, अत्र प्रथमसदस्यः द इति ह्रस्वः जातः, धा धातुः दधाति, अत्र प्रथमसदस्यः, तत्र प्रथमभागः द इति अल्पप्राणः ह्रस्वः, अत्र अग्रे ज्ञास्यामः कथम् एतत् सर्वं भवति इति इदानीं मास्तु। अत्र किमस्ति यत् या यत् ददा इति यः भागः अस्ति, अपि च ति, अनयोः मध्ये नास्ति किमपि इति एकमस्ति, न केवलं मध्ये नास्ति किमपि, अपि तु द्वित्वं कृतमस्ति। तर्हि ज्योतिरादिगणे लक्षणम् अस्ति यत् विकरणप्रत्ययः नास्ति इति एकमस्ति, किन्तु तेन सह द्वित्वं जातमस्ति, द्वित्वम् इति प्रधानलक्षणमस्ति। दा ददाति, धा दधाति, भी बिभेति, हा जहाति, द्वित्वं। द्वित्वं नाम दा दा अनन्तरं ददाति, धा धा अनन्तरं दधाति, भी भी इति द्वित्वं, भी भी इति द्वित्वं कृत्वा एव अनन्तरं कार्यं कृत्वा बिभेति इति भवति, कथमिति अग्रे ज्ञास्यामः। किन्तु द्वित्वं जातमस्ति, अभिज्ञातुं तावत् अभिज्ञातुं शक्नुमः यद् द्वित्वं जातमस्ति। द्विवारं श्रूयते खलु बिभे, भी इति अस्मात् बिभेद् इति द्विवारमस्ति। एवमेव हा धातुः अस्ति जहाति, हा धातुः जहाति, अत्रापि द्विवारं हा हाति, आरम्भे अस्य क्रियापदस्य निर्माणार्थं हा हाति इति आरम्भे अस्ति, हा हा, अनन्तरं कार्याणि सन्ति, प्रथम हा इति अस्य ह्रस्वत्वं भवति, अपि च हकारस्य स्थाने जकारः अस्ति, तदर्थम् एकं सूत्रमस्ति, नियमः, तस्य अर्थः कथं भवति इति अग्रे ज्ञास्यामः। तत्र एकं सूत्रमस्ति कुहौष्टुः, कुहौष्टुः इति सूत्रेण तत्र हकारस्य जकारः, इदानीं मास्तु, अत्र भयं न स्यात्, किमपि नास्ति, अग्रे ज्ञास्यामः। अद्यतनविषयः अत्र किमस्ति यद् धातोः यद् द्वित्वं जातमस्ति, ददा दधा बिभे जहा, अपि च अग्रे तत्र प्रत्ययः तिङ् सर्वत्र ति अस्ति, अनयोः मध्ये किमपि नास्ति, अपि च प्रथमभागस्य द्वित्वं, द्वित्वम् इति लक्षणमस्ति, यतोहि अदादिगणे द्वित्वं नास्ति, उभयत्र विकरणप्रत्ययलोपः जातः, किन्तु ज्योतिरादिगणे किं द्वित्वं, द्विवारम् उच्चारणं, ददाति दधाति बिभेति जहाति। अस्तु, इति अस्ति। अत्र कोऽपि प्रश्नः वा? अत्र सारल्यर्थम् एतत् सर्वम् अनया दृष्ट्या द्रष्टव्यमस्ति. भुआदिगणे विकरप्रत्ययः अ, अदादिगणे विकरप्रत्ययः नास्ति, ज्योतिरादिगणे लक्षणमस्ति द्वित्वम्. महोदय, वयम् अत्र ज्ञास्यामः वा यत्र ह आगच्छति तत्र ज इति पूर्वं, ह पूर्वं ज इति? इदानीमेव मया उक्तमस्ति तत् एतत् सर्वं ज्ञास्य, नाम इदानीं परिचयः, केवलं परिचयः. अग्रे अग्रे गत्वा भुआदिगणे किं किम् अस्ति इति विस्तारेण पठिष्यामः. अनन्तरम् अदादिगणे किं किं भवति, अनन्तरं ज्योतिरादिगणे किं किम् इति क्रमेण अस्माकं वर्गे भविष्यति एतत् सर्वं. धन्यवादः. आमामाम्. इदानीं केवलं धातुगणस्य अभिज्ञानं, धातोः यः परिवर्तनमस्ति अत्र चिन्ता मास्तु इदानीम् अद्य. एतत् सर्वम् आनन्देन पठिष्यामः. हकारस्य तञ्जकारः घोश्चुः इति कथं भवति इति अग्रे ज्ञास्यामः. इदानीं केवलं ज्योतिरादिगणे लक्षणं किं? द्वित्वम्. अस्तु, इदानीं दिवादिगणः. दिवादिगणः अत्र चतुर्थः गणः अस्ति. दिव् इत्यादयः धातवः, दीव्यति इत्यादीनि क्रियापदानि. अत्र विकरप्रत्ययः श्यन्, यथा भुआदिगणे शप् इति विकरप्रत्ययः आसीत्, शप्. तत्र शकारपकारयोः लोपः जातः, अ अवशिष्टः. अत्र श्यन् अस्ति, पश्यन्तु, श्यन् विकरणप्रत्ययः श्यन्. अत्र शकारनकारयोः लोपः भवति, अवशिष्यते य. अत्र अस्माकं दिवादिगणस्य लक्षणमस्ति य, य. पश्यन्तु, नश् नश्यति, नश्ति, अनयोः मध्ये य, नश्यति. नृत् ति, नृत्यति, नृत् ति, अनयोः मध्ये य, नृत्यति. कुप् ति, अनयोः मध्ये कुप्यति, क्षमतां, कुप् ति, मध्ये अस्ति य, कुप् य ति. क्रुध य ति, क्रुध्यति. तुष् य ति, तुष्यति. मन् य ते, मन्यते. विद् य ते, विद्यते. सर्वत्र यः कोऽपि धातुः दिवादिगणे अस्ति, लट्लकारस्य प्रथमपुरुषस्य एकवचने मध्ये य अस्ति, य. विद्यते, मन्यते, तुष्यति, क्रुध्यति, नश्यति, नृत्यति, कुप्यति इति सर्वत्र तथा अस्ति. इदानीं प्रश्नः स्वाभाविकः अस्ति. अत्र प्रथमस्य धातुगणस्य प्रथमसदस्यः अस्ति दिव् धातुः. दिव् इत्यस्मात् दीव्यति ईकारः दीर्घः जातः इति धातोः कार्यमस्ति. अग्रे ज्ञास्यामः. तत्र सूत्रमस्ति हलि च, कथं भवति इति अग्रे द्रक्ष्यामः. इदानीम् अस्माकं विषयः नास्ति तत्र. अस्तु, वदामि यत् दिव् धातुः दिव् धातुः अस्ति, ततः अग्रे य अस्ति. सूत्रमस्ति हलि च. इदानीं विषयः नास्ति, न अवगच्छति चेत् तत् चिन्ता मास्तु. किन्तु एवमेव जनानां जिज्ञासा भवति इति कृत्वा शीघ्रमेव वदामि. दिव् य ति, अत्र वकारान्तदातुः अस्ति चेत् वकारान्तदातुः, अपि च ततः अग्रे हल् वर्णः अस्ति चेत् य, यकारः हल् वर्णः, व्यञ्जनं य. तस्यां दशायां वकारात् पूर्वं यः वर्णः अस्ति तस्य दीर्घः, दीर्घादेशः, ह्रस्वात् दीर्घः भवति. दिव् दीव्यति. इदानीं विषयः नास्ति. इदानीम् अस्माकं विषयः कः? विकरणप्रत्ययः श्यन्. तत्र मध्ये तत्र य अवशिष्यते सर्वत्र अस्मिन् धातुगणे य इति अस्ति. ततः अग्रे स्वादिगणः. स्वादिगणः तत्र पञ्चमगणः अस्ति. इदानीं सु इत्यादयः धातवः, शृणोति इत्यादीनि क्रियापदानि. विकरणप्रत्ययः अस्ति श्नु. शकारस्य अपगमनमस्ति, अवशिष्यते नु, नु परिवर्तते प्रथमपुरुषस्य एकवचने नो इति भवति. कथमिति अग्रे उच्यते. इदानीं मास्तु, इदानीं किं ज्ञातव्यमस्ति, सुवादिगणस्य लक्षणमस्ति नो. आप् धातुः, आप्नोति, नो अस्ति, आप् ति मध्ये नो, आप्नोति. ची धातुः चयनार्थे, चयनार्थे ची धातुः, ची अपि च ति मध्ये अस्ति नो, चिनोति. शक् ति मध्ये नो, शक्नोति. ध्रु ति मध्ये नो, धुनोति. इति कृत्वा न, अपि च सु इति धातुः आरम्भे अस्ति, सुनोति इति. तर्हि मध्ये अस्ति नो, स्वादिगणस्य लक्षणमस्ति मध्ये धातु तिङ्प्रत्ययोः मध्ये यः भागः अस्ति विकरणप्रत्ययः नो. अग्रे तुदादिगणः, अग्रे तुदादिगणः. इदानीम् अत्र तुदादिगणः षष्ठः गणः. तुद् इत्यादयः धातवः, तुदति इत्यादीनि क्रियपदानि. विकरणप्रत्ययः श, शकारस्य अपगमनं कथमिति अग्रे वक्ष्यामः. इदानीम् अ अवशिष्यते. उदाहरणार्थं मिल् ति मध्ये अ, मिलति. लिख् ति मध्ये अ, लिखति. क्षिप् ति मध्ये अ, क्षिपति. कृष् ति कृषति. इदानीम् अत्र किं दृष्टम् अस्माभिः, यत् प्रथमधातुगणे भुवादिगणे, भुवादिगणे कः भागः अवशिष्टः आसीत्? अ. तुदादिगणे अवशिष्टभागः विकरणप्रत्ययः कः? अ. विलक्षणं, तत्र लक्षणं विलक्षणं भवेत्, लक्षणं विलक्षणं भवेत्, नाम तत्र असाधारणधर्मः केवलं तत्र भवेत्, अन्यत्र न भवेत्. तर्हि तुदादिगणे विकरणप्रत्ययः अ, भुवादिगणे विकरणप्रत्ययः क अ, तत्र विकरणप्रत्ययः समानः उभे अत्र अवशिष्टभागः. तर्हि किं दोषः जातः वा पाणिनेः? इति तु नास्ति, किन्तु अत्र दोषः नास्ति. अत्र वार्ता एवमस्ति, वार्ता एवमस्ति यत् भेदद्वयमस्ति. तुदादिगणे, तुदादिगणे भुवादिगणे च भेदद्वयमस्ति. भुवादिगणः तत्र मया उक्तमस्ति सहस्रं धातवः सन्ति, भुवादिगणे सहस्रं धातवः सन्ति. इति तु सामान्यमस्ति, सामान्य. अत्र तुदादिगणे, तुदादिगणः विशेषः. अत्र भेदद्वयं वदामि, नाम किमर्थं, कस्य, यदि मध्ये अकारः उभयत्र, अकारः यदि उभयत्र अस्ति, तर्हि भेदः नाम किमर्थं धातुगणद्वयमपेक्षितमस्ति इति चेत्, भुवादिगणे पश्यन्तु, अत्र उपरि पश्यन्तु, तत्र शु न श्रूयते महोदय. महोदय गतवान्. दादिगणे मिल् न श्रूयते महोदय, न श्रूयते. पुनः एकवारं कृपया. ओ, मम ध्वनिः न श्रूयते इति वा? आम् महोदय, द्वे निमेष न श्रूयते. अधुना इदानीं श्रूयते महोदय. ओहोहोहो, इदानीं श्रूयते. पुनः किं जातम्? अस्तु अस्तु, कुत्र पर्यन्तं नाम कियत् समयः न श्रूयते? भवान् उक्तवान् खलु भेदः द्वयं, सुदादिगणस्य आरब्धे द्वादिगणः आरभ्यतः एव नास्ति. अस्तु अस्तु अस्तु, पुनः वदामि. यदा भवान् उक्तवान्, भेदद्वयम् अहं वदामि इति. अस्तु अस्तु, तस्मिन् समये ध्वनिः न श्रूयते. अस्तु अस्तु अस्तु, कृपया म्यूट् कुर्वन्तु, कृपया, पुनः वदामि. अत्र तुदादिगणः अस्ति, तुदादिगणः, भुवादिगणः, अनयोः भेदः कः? लक्षणम् उभयत्र अ इति उक्तमस्ति. तर्हि किमर्थं धातु, किमर्थं धातुगणद्वयमस्ति, का आवश्यकता? उभयत्र विकरणप्रत्ययः समानः, विकरणप्रत्ययः धातुगणं निर्दिशति, तर्हि द्वयोः मध्ये समान अंशः अस्ति खलु अ, तर्हि का आवश्यकता इति चेत् उपरि भुवादिगणे पश्यन्तु, भुवादिगणे भुवादिगणे तत्र केचन धातवः सन्ति, पश्यन्तु शुच् शोचति, वृत् वर्तति, जि जयति, नाम परिवर्तनं धातुभागे धातोः अंशे तत्र परिवर्तनं जातमस्ति, शुच् किन्तु शोच्, वृत् किन्तु वर्त्, जि किन्तु जय्, सृ किन्तु स्रव्, हृ किन्तु हर् इति तादृशपरिवर्तनं भवति भुवादिगणे, तस्य नामकरणमस्ति तादृशपरिवर्तनं गुणः, गुणः गुणसन्धिः इति न, अत्र सन्धिः इति नास्ति, अत्र अङ्गकार्यमिति वदामः, इदानीं मास्तु अग्रे एतत् सर्वं द्रक्ष्यामः, किन्तु इदानीं तावदेव अवगन्तव्यमस्ति अस्माभिः यत् अत्र शुच् इत्यस्मात् शोच् इति एकं परिवर्तनं जातमस्ति, शुच् शोच्, वृत् वर्त्, जि जय्, सृस्रव्, हृ हर् इति भुवादिगणे त्रयः वर्णाः सन्ति, इ उ ऋ, इकारः उकारः ऋकारः, तत्र तादृशवर्णः धातौ अस्ति चेत् भुवादिगणे तस्य परिवर्तनं भवति। इदानीं तुदादिगणे पश्यामः, तुदादिगणे अस्ति मिल्, मिल् इति तत्र इकारः अस्ति, लिखति अस्मिन् इकारः अस्ति, क्षिप्ति अस्मिन् इकारः, कृषति अस्मिन् ऋकारः, किन्तु एतेषां वर्णानां तुदादिगणे तुदादिगणे परिवर्तनं न जातम्। मिल् इति यदि मिल् धातुः भुवादिगणे यदि अभविष्यात् तर्हि मेलति इति भवति स्म, मेलति न तु मिलति, किन्तु रूपमस्ति मिलति, पाणिनिः एतत् सर्वं दृष्टवान्, तदर्थं नूतनधातुगणः अस्ति यस्मिन् इ उ ऋ इति त्रयाणां वर्णानां परिवर्तनं न भवति, तदर्थं पृथक्तया धातुगणः प्रसिद्धः आसीत्। मिल् मिलति, लिख् लिखति न तु लिखति, लिखति, क्षिप् क्षिपति, कृष् कृषति, क्षिप् क्षिपति यदि यदि भुवादिगणे अभविष्यत् तर्हि क्षिपति इति भवति स्म, हा किन्तु धातुरूपमस्ति क्षिपति न तु क्षिपति इति कृत्वा पाणिनिः अवगतवान् यत् अस्तु द्वितीयगण धातुगणः अपेक्षितः अस्ति। मिल् मिलति, लिख् लिखति, क्षिप् क्षिपति, कृष् कृषति इति अस्ति वार्ता इति एकमस्ति। द्वितीयः भेदः अस्ति तत्र शत्रप्रत्ययः, बालकः गच्छन् खादति इति किञ्चन रूपमस्ति अस्मासु बहवः प्रायः जानीयुः, शत्रान्तरूपाणि सन्ति, लिखन् गच्छन् चिन्तयन् इति तादृशरूपाणि सन्ति। अत्र स्त्रीलिङ्गे, स्त्रीलिङ्गे किं भवति यत् नुमागमः नाम कश्चन नकारः आगच्छति, बालकः बालकः खादन् गच्छति, किन्तु बालिका खादन्ती गच्छति, तत्र नकारः ती इति अस्मात् पूर्वं नकारः अस्ति, तस्य नाम अस्ति नुमागमः, इदानीं मास्तु चिन्ता, किन्तु अत्र किं भवति खादन्ती गच्छति, बालिका खादन्ती गच्छति, नकारः अस्ति, सर्वत्र अयं नकारः न भवति, यथा करोति, करोति इत्यस्मिन् बालकः कुर्वन् गच्छति, किन्तु बालिका कुर्वती गच्छति, कुर्वती, अत्र ती इत्यस्मात् पूर्वं नकारः नास्ति, अतः नुमागमः सर्वत्र न भवति, यतोहि नियमः अस्ति यत् ती इत्यस्मात् पूर्वम् अकारः अस्ति चेदेव नकारः भवति नुमागमः, खादन् ती इत्यस्मात् पूर्वम् अकारः, खादन् खादति नाम लट्कारस्य एकवचने खादति इति रूपमस्ति, तीतस्मात् पूर्वम् अकारः अस्ति, तदर्थं नुमागमः, एतत् सर्वं मास्तु, इदानीम् एवमेव वदामि, वार्ताका यत् भुवादिगणे नुमागमः नित्यः अस्ति शत्रप्रत्ययन्तरूपे, खादन् गच्छति, गच्छन् खादन् गच्छन् इति सर्वत्र भुवादिगणे पश्यामः, तत्र खादन् पठन् इदानीं स्त्रीलिङ्गे खादन्ती बालिका खादन्ती गच्छति, पठन्ती गच्छति, क्रीडन्ती गच्छति। नकारः स्त्रीलिङ्गे नुमागमः शतरन्तरूपमस्ति चेत् भुवादिगणे नित्यं सर्वदा भवति, किन्तु तुदादिगणे विकल्पेन वैकल्पिकः नुमागमः अस्ति, नाम लिख् लिखधातुः। बालकः लिखन् गच्छति, बालिका लिखन्ती गच्छति अथवा लिखति गच्छति। शतरन्तरूपं स्त्रीलिङ्गे नुमागमः वैकल्पिकः तुदादिगणे इति द्वितीयः भेदः। बालिका लिखन्ती गच्छति अथवा लिखति गच्छति इति भेदः अस्ति। अस्तु, तर्हि अस्माभिः भेदद्वयं दृष्टमस्ति तुदादिगणे वादिगणे इति अस्मात्। मम एकः प्रश्नः अस्ति महोदय, अत्र लिखन् लिखन्ति लिखति एतत् सर्वे अस्ति, अत्र लेखनी कथम् आयाति? लेखनी इति शब्दः वा? हा, एतत् सर्वम् इदानीम् अग्रे गत्वा एतत् सर्वं तत्र आमाम् एतत् सर्वं करिष्यामः, किन्तु इदानीं वयं न दृष्टवन्तः न? आमामाम् आम् एतत् सर्वं करिष्यामः अवश्यं, मम वचनमस्ति अवश्यं, प्रामिस्। अस्तु, समीचीनमस्ति। किन्तु इदानीम् अस्माकं तत्र धातुगणलक्षणं, तत्र प्रत्येकस्मिन् धातुगणे तत्र लक्षणं किम् इति, इदानीं सप्तमः गणः, सप्तमः गणः अस्ति, उदादिगणे कृष् इति अस्ति किल, आम् कर्षति कथं भवति? हा, प्रश्नः सम्यक् अस्ति भगिनि। हा, कर्षति, हा अस्ति, वस्तुतः संस्कृतभाषायां 2000 धातवः सन्ति। इदानीं कृष् धातुद्वयमस्ति, एकः कृष् धातुः तुदादिगणे अस्ति, अपरः कृष् धातुः भुवादिगणे अस्ति। तर्हि भुवादिगणे यः कृष् धातुः अस्ति तत्र परिवर्तनं भवति, कृष् कर्षति, यथा हृहरति, हृहरति इति उक्तमासीत्, हृहरति तत्र कृष् कर्षति तत्र अस्ति भुवादिगणे, यः कृष् धातुः तुदादिगणे अस्ति तत्र परिवर्तनं नास्ति, कृषति। द्वयोः धात्वोः अर्थः समानः अस्ति, अर्थः समानः किन्तु रूपं भिन्नं, तदेव कृषकः कृषति कृषकः कर्षति, द्वयोः सम्यक् वा? आम् इति भवति, कृषति कर्षति इति द्वयं रूपद्वयम् अस्ति, धातुभेदः अस्ति उभयत्र। अस्तु, अग्रे इदानीं रुदादिगणः, रुदादिगणः सप्तमः गणः, रुद् इति आदयः धातु। हरि ओम् हरि ओम्, किञ्चित् तत्र मिलन्ति, तत्र तुदादिगणे मिलन् मिलन्ति इति शत्रुप्रयोगः नास्ति वा? स्त्रीलिङ्ग शत्रान्तरूपमिति वा? तत्र स्त्रीलिङ्गे प्रथमपुरुषस्य एकवचने तत्र किं भवति, मिलन्ती अपि अस्ति, मिलती अपि अस्ति, रूपद्वयम्। अतः अत्र अनुमागमः नित्यः नास्ति? नास्ति। एवमेव क्षिपन्ति क्षिपति इति शत्रन्तरूपद्वयमस्ति स्त्रीलिङ्गे सर्वत्र, तुदादिगणे वैकल्पिकः अनुमागमः। अस्तु, समीचीनमस्ति। अग्रे रुदादिगणः, इदानीं सप्तमः गणः रुदादिगणः, रुद् इत्यादयः धातवः, रुणद्धि इत्यादीनि क्रियपदानि। अत्र रुद् इति धातुः अस्ति प्रथमसदस्यः धातुगणस्य, विकरपदे अस्ति श्नम् श्नम्, तत्र श्नम् इत्यस्मात् शकारमकारयोः अपगमनं लोपः अवशिष्यते न। अस्माकम् इदानीम् अद्यतनपाठे किम् अवगन्तव्यमस्ति, अत्र रुदादिगणे विकरपते अस्ति न, न लक्षणमस्ति न, किन्तु अत्र वैशिष्ट्यमस्ति, पश्यन्तु, धातुः छिद् रूपमस्ति छिनत्ति छिनत्ति, अत्र धातुः अस्ति चेद् लट्लकार लट्लकाररूपमस्ति छिनत्ति, अत्र किं सञ्जातं यत् मध्ये धातो विकरपते एतावता अपरेषु धातुगणेषु सर्वेषु नवसु धातोः अनन्तरं नाम धातु तिङ् प्रत्ययोः मध्ये उपविशति अस्माकं विकरणप्रत्ययः. अत्र किन्तु तथा नास्ति. रुधादिगणे विकरणप्रत्ययः धातोः मध्ये उपविशति, मध्ये. अतः चिद् दकारात् पूर्वं न अस्ति. अनन्तरं सन्धिं कृत्वा दकारस्य तकारः इति भिन्नविषयः. नाम छिन्नद् छिन्नद् योगः ति, दकारस्य तकारः चिनत्ति इति तत्र खरिचा इति सूत्रेण दकारस्य तकारः जातः. चिन्ता मास्तु. इदानीं वार्ता अस्ति यत् मध्ये छिद् धातोः मध्ये नकारः आगतः. केवलं रुदादिगणे अस्ति, लक्षणमस्ति न, अपि च धातोः मध्ये उपविशति. सर्वत्र पश्यन्तु छिद् ति चिनत्ति, त्रिद् ति, दकारात् पूर्वं न भवति तृणत्ति, भिद् ति भिनत्ति, भुज् ति भुनक्ति. अत्र च जकारस्य ककारः सन्धिं कृत्वा, तत्र सन्धिः अस्ति, इदानीं विषयः नास्ति. भुज् जकारात् पूर्वं नकारः आगतः अस्ति अत्र, अतः तत्र भुनक्ति अथवा भुङ्क्ते इति आत्मनिपदे अस्ति, उभयपदे धातुः. युज् युज् जकारात् पूर्वं नकारः इति कृत्वा युनक्ति, जकारस्य स्थाने ककारः इति सन्धिः. अत्र अस्माकं शिक्षणं किम्, अत्र विषयः कः, विलक्षण गुणः इति चेत् अत्र न इति विकरणप्रत्ययः, स च न धातोः मध्ये अस्ति. धातोः मध्ये उपविशति न इति चेत् अत्र अवृदादिगणः. अग्रे इदानीं तनादिगणः अस्ति. इदानीम् अष्टमः गणः तन् इत्यादयः धातवः, तनोति इत्यादीनि क्रियपदानि. अस्तु, अत्र तन् इति प्रथमसदस्यः धातुगणस्य विकरणप्रत्ययः अस्ति. उ इत्यस्मात् ओ इति परिवर्तनमस्ति. इदानीम् ओ इति विकरणप्रत्ययः इति चिन्तयतु. ओ सर्वत्र ओ अस्ति. कृ ओ ति करोति, तृन् ओ ति तृणोति, सन् ओ ति सनोति, ददाति इति अर्थः. अस्तु, अत्र पश्यन्तु यत् तनादिगणे तत्र ओ अस्ति. तत्र पञ्चमगणः स्वादिगणः, पञ्चमगणे तत्र नो अस्ति. अतः सावधानतया अग्रे गच्छन्तु अस्मिन् यत् अत्र नो अस्ति पञ्चमे गणे, स्वादिगणे तत्र नो, तनादिगणे ओ. अतः यत्र तत्र भेदः अस्ति यत् आप्नोति अस्मिन् तत्र नकारः विकरणप्रत्ययस्य भागः, न तु धातोः. आप् नो ति. किन्तु अत्र पश्यन्तु अत्र किमस्ति, यथा तन् धातुः तनोति अष्टमे गणे तत्र तनोति. अत्र नकारः धातोः नकारः किन्तु आप्नोति इत्यस्मिन् नकारः विकरणप्रत्ययस्य, न तु धातोः इति भेदः. इदानीम् अग्रे क्रियादिगणः. क्रीधातुः क्रीणाति इति क्रीधातुः अस्य गणस्य प्रथमसदस्यः, नवमः गणः. क्री इत्यादयः धातवः, क्रीणाति इत्यादीनि क्रियपदानि. विकरणप्रत्ययः श्ना, शकारः अपगच्छति, न अवशिष्यते. उदाहरणार्थं गृह इति धातुः गृह्णाति. अत्र धातुपरिवर्तनं जातमस्ति इति अग्रे द्रक्ष्यामः, कथं धातुपरिवर्तनं भवति इति अग्रे. किन्तु अग्रे अत्र मुख्यमस्ति किं, न अस्ति मध्ये. अत्र गृह्णाति वस्तुतः उच्चारणमस्ति, गृह्णाति. ज्ञा धातुः अस्ति, जानाति. ज्ञास्थाने जा, तदर्थं नियमः अस्ति, सूत्रमस्ति. इदानीं चिन्ता मास्तु, किन्तु मध्ये अस्ति न जानाति इत्यस्मात् पूर्वं न अस्ति जानाति अश् अश्नाति अश् ति मध्ये न अश्नाति वृ ति मध्ये न वृणाति स्तब् ति मध्ये न स्तब्नाति बन्द् ति मध्ये न बध्नाति बन्द् इत्यस्मिन् दकारात् पूर्वं नकारः अपगतः इति भिन्नविषयः इति चिन्ता मास्तु चिन्ता मास्तु इदानीं विषयः तथा मध्ये न जानाति गृह्णाति बध्नाति खाद् तत्र अश्नाति वृणाति मध्ये न अन्तिमधातुगणः अस्ति चुरादिगणः चुरादिगणः दशमगणः चूर् इत्यादयः धातवः चोरयति इत्यादीनि क्रियपदानि स्वार्थे अणिच् प्रत्ययः तदा विग्रहप्रत्ययः शप् अ अवशिष्यते यथा भुवादिगणे यथा आसीत् किन्तु अणिच् प्लस् अ अत्र अय इति भवति अय कथमस्ति इति अग्रे एतत् सर्वं द्रक्ष्यामः इदानीं लक्षणं किम् अय मध्ये अय अस्ति क्षल् क्षम्यतां क्षल् इति धातुः क्षाल् अयति क्षालयति प्रेष् अयति प्रेषयति कथ् अयति कथयति गण अयति गणयति चिन्त् अयति चिन्तयति भक्ष् अयति भक्षयति मध्ये सर्वत्र अय अय इति अस्ति अस्तु इदानीं किञ्चिदेव समयः अवशिष्टः अस्ति इदानीं कोऽपि प्रश्नः अस्ति वा अस्तु किं कुर्मः इदानीं विजयलक्ष्मी भगिनी अस्ति वा अन्म्यूट् करोतु कृपया भवती यत् अवगच्छति तत् हा आगत्य इदानीं भुवादिगणस्य लक्षणं किम् इति कृपया वदतु भुवादिगणस्य लक्षणम् अत्र शप् शप् इति विकरणपदम् अस्ति अकार षकार अकारयोः षकार पकारयोः लोपः भवति अ इति लक्षणम् इति लक्षणं मध्ये अकारः अस्ति बहु सम्यक् अस्ति मध्ये खादति पठति एतत् सर्वं मध्ये अकारः अस्ति अस्तु द्वितीयं वदतु द्वितीयं अदादि अदादिगणस्य वा आम् अदादिगणे तत्र लक्षणं किम् अदादिगणे शप् प्रत्ययः अस्ति परन्तु लुक् भवति तस्य तदर्थम् अ इति योगः न भवति अद् प्लस् ति मध्ये अ न भवति दकारस्य तकारः सन्धिं कृत्वा तत्र अत्ति अत्र मध्ये अत् अनयोः मध्ये किमपि नास्ति इति लक्षणं बहु सम्यक् अस्ति अस्तु इदानीं शीघ्रमेव वदामः तत्र अन्य कोऽपि तत्र अन्म्यूट् कृत्वा ज्योत्यादिगणस्य लक्षणं किम् ज्योत्यादिगणे तत्र पुनः विकरणप्रत्ययः शप् परन्तु तस्य लोपः भवति अपि च तत्र धातोः द्वित्वमपि भवति हा बहु समीचीनमस्ति द्वित्वमस्ति इति वार्ता अस्ति लक्षणमस्ति द्वित्वं तत्र लोपः भवता यदुक्तमस्ति तत् तदेव अस्ति विग्रहप्रत्ययस्य लोपः भवति किन्तु तत्तु पर्याप्तं नास्ति यतोहि अदादिगणे अपि तथा अतः अत्रापि यद्यपि विग्रहप्रत्ययस्य लोपः जातः किन्तु लक्षणमस्ति द्वित्वम् अस्तु अस्तु महोदय बहु समीचीनमस्ति म्यूट् करोतु कृपया अन्य कोऽपि हरि ओं महादेवन् दिवा चतुर्थगणः दिवागणमध्ये तस्य तत्र षन् षन् इति विकरणप्रत्ययः अस्ति किन्तु फिश् टिन् लोप् भवति मध्ये या अस्ति अतः दिव् तस्य दिव्य भवति किन्तु तत्र दीर्घं भवति अस्ति किल नाम भवता क्तिन् इत्युक्तं वा क्तिन् दिवादिगणमध्ये मया उक्तमस्ति यत् पृथक्तया तत्र एकं सूत्रमस्ति हलिच नाम किमर्थं दीव्यति इति दीर्घ इकारः वा पूर्वं मया उक्तमासीत् अत्र पश्यन्तु अत्र यः कोऽपि धातुगणः कृपया म्यूट् करोतु येन अहं वक्तुं शक्नुयाम् अत्र सर्वे म्यूट् कुर्वन्तु कृपया अत्र यः कोऽपि धातुगणः अस्ति तस्मिन् धातुगणे एकं लक्षणमस्ति यस्य व्याप्तिः अस्ति व्यापकलक्षणं सर्वेषां धातूनां सर्वेषां सदस्यानां कृते भवति इदं लक्षणं दिवादिगणे अस्ति लक्षणमस्ति य मध्ये सर्वत्र भवति य यः कोऽपि धातुः भवतु नाम मध्ये भविष्यति य एव इति व्यापकलक्षणमस्ति अनन्तरम् उपधर्माः सन्ति इति वक्तुं शक्नुमः नाम तत्र यस्य कस्यापि एकस्य धातोः कृते विशिष्टनियमः भवितुमर्हति यः सर्वेषां धातूनां कृते तस्मिन् धातुगणे न भवति अत्र दीव्यति इति तथा अस्ति दीव्यति इत्यस्मिन् एकः नियमः अस्ति हलिचाति सूत्रमस्ति अनेन देव् इति धातोः अनन्तरं व्यञ्जनमस्ति चेत् यकारः व्यञ्जनं हल्वर्णः अस्ति चेत् वकारात् पूर्वं यः इ उ रि इति त्रिषु एकः अस्ति चेत् तस्य दीर्घः भवति इति हलिचाति सूत्रं वदति तदर्थं दीव्यति अस्ति किन्तु अयं नियमः सर्वेषां कृते नास्ति इति दीव्यति इति तथा सर्वत्र न भवति इति कृत्वा दीर्घः दीर्घत्वं वा दिवादिगणस्य लक्षणं न भवितुमर्हति व्यापकलक्षणं नास्ति केवलं तत्र वकारान्तदातुः अस्ति चेत् अस्तु समीचीनमस्ति अग्रिमं वदतु तत्र स्वादिगणः तस्य लक्षणं किम् तूष् किन्तु षकारान्तदातुः नास्ति वकारान्तदातुः नास्ति तत्र वकारान्तदातुः अस्ति चेदेव हलि च तत्र रेफान्तदातुः अथवा वकारान्तदातु षकारान्तदातुः अस्ति चेत् न भवति हरि ओम् आम् अग्रे किञ्चित् अत्र स्वादिः स्वादिगणे शृणोति इति अर्थः कः अर्थः कः इति इदानीं मास्तु अत्र वस्तुतः शृणोति इति एतावता एवमासीत् अतः शृणोति इत्यपि शब्दः तस्य विशेषार्थः स्यात् आमामां न शृणोति भिन्नं शृणोति भिन्नमस्ति इति इदानीं रूपम् अत्र भगिनी भवती एव वदतु अत्र स्वादिगणस्य तत्र लक्षणं किम् स्वादि हा सु इत्यादयः धातवः सुनोति इत्यादीनि क्रियापदानि अस्य विकरणप्रत्ययः शृणु ओके तत्र अत्र अकार उकारयोः कारणात् नो इति भवति अतः शृणु इति शब्दः नो इति विकरणं भवति नो अत्र अस्माकम् अत्र इदानीं इदानीम् अस्माभिः किम् अवगन्तव्यमस्ति नो स्वादिगणस्य लक्षणमस्ति नो नो इति अस्ति शक्नोति चिनोति तत्र नो अस्ति चेत् अस्माकं तथा इति गणस्य लक्षणं नो अस्तु बहु समीचीनमस्ति इदानीं कृपया भवती म्यूट् करोतु अन्य कोऽपि आगच्छतु तत्र वदतु तुदादिगणस्य लक्षणं किम् सुदादिगणः विकर्णप्रत्ययः श अवशिष्यते यत् अकारः अवधेयं यत् द्वादिगणे अपि अकारः एव अवशिष्यते परन्तु वेदद्वयम् अस्ति अत्र प्रथमं तु इकार उकार ऋकारयोः परिवर्तनं द्वादिगणे अस्ति परन्तु सुदादिगणे तादृशं न अनन्तरम् अस्ति शत्रुप्रत्ययान्तरूपे स्त्रीलिङ्गे मुमागमः द्वादिगणे मुख्यम् अस्ति परन्तु सुदादिगणे तादृशं न तुदादिगणे विकल्पेन अपि च भुवादिगणे नित्यनुमागमः आमामाम् अस्तु बहु सम्यक् अस्ति इति सर्वे म्यूट् कुर्वन्तु इति तत्र भेदद्वयमिति भगिनी उक्तवती बहु सम्यक्तया तत्र वर्णपरिवर्तनं भवति भुआदिगणे तुदादिगणे न भवति इति एकमस्ति, पुनः तत्र शतन्त्ररूपमस्ति नुमागमः वैकल्पिकः स्त्रीलिङ्गे तुदादिगणे, अपि च नित्यः नुमागमः भवति भुआदिगणे। अस्तु, रुदादिगणे शीघ्रमेव कोऽपि वदतु। तद् भवति यदा जनानां एक एव जनः आगच्छति चेत् सम्यक्। रुदादिगणे कृष्णम् इति विकरणप्रत्ययः, नकारः अत्र धातोः मध्ये आगच्छति, अन्यत्र तु धातोश्च धातु तिङोर्मध्ये विकरणप्रत्ययः आगच्छति, अत्र धातु केवलम् एकस्मिन् धातोः एव विकरणप्रत्ययः भवति। हा, बहु सम्यक् अस्ति, उत्तमम् उत्तमं महोदय। तर्हि कृपया म्यूट् करोतु, यतोहि प्रतिध्वनिः आगच्छति। इदानीं पुनः वदामि, महोदयेन सम्यक्तया उक्तमासीत्, सुन्दररीत्या उक्तमासीत् यत् अत्र रुदादिगणे विलक्षण तत्र विकरणप्रत्ययः अस्ति न, अन्यत्र न इति कुत्रापि नास्ति, नास्ति नो अस्ति, किन्तु न नास्ति, न अस्ति। एकमस्ति रुदादिगणे न अस्ति, अपि च स च न धातोः मध्ये आगच्छति इति वैशिष्ट्यम्। अस्तु, समीचीनमस्ति। अष्टमगणः तनादिगणः, अन्य कोऽपि आगच्छतु। महोदय, अहं वदामि, विकरणप्रत्यय तनादिगणः प्रत्ययः अस्ति, लक्षणम् ओ अस्ति, धातुयोग ओ योग अति कृ कृ करोति भवति। हा, बहु सम्यक् अस्ति। अस्तु, बहु सम्यक् अस्ति, सुन्दररीत्या भवती उक्तवती। कृपया म्यूट् करोतु सर्वे। तर्हि ओ अस्ति, करोति, तृणोति, तत्र सनोति इति तत्र सर्वत्र ओ अस्ति। नकारः अस्ति चेत् स च नकारः धातोः न तु विकरणप्रत्ययस्य इति अवधानमस्ति, यतोहि स्वादिगणे नकारः अस्ति नो, स च नकारः विकरणप्रत्ययस्य, अत्र नकारः भवति चेत् धातोः एव न तु विकरणप्रत्ययस्य। अत्र लक्षणमस्ति धनादिगणे ओ मध्ये, बहु समीचीनमस्ति। अस्तु, क्रियादिगणे क्रियादिगणे कोऽपि वदतु, लक्षणं किम्? हरि ओम्। हा, उच्यतां भगिनि। क्रियादिगणे नवमगणः अस्ति, तस्य विकरणप्रत्ययः श्न अस्ति, षकारलोपानन्तरं न एव अवशिष्यति। उदाहरणं गृह् गृह् योगः न योगति गृह्णाति। हा, सुन्दरं, बहु सम्यक् अस्ति, वा, श्लाघनीयमस्ति। अस्तु भगिनि, कृपया म्यूट् करोतु। तदैव अस्ति, बहु सम्यक् अस्ति, बहु सम्यक् अस्ति। नास्ति तत्र मध्ये आगच्छति, धातुविकरप्रत्ययोः धातुतिङ्प्रत्ययोः मध्ये। अस्तु, चुरादिगणः, अन्य कोऽपि? अहं वदामि महोदय। अस्तु भगिनि, चुरादिगण दशमगण अस्ति, न श्रूयते, दशमगण अस्ति, चोरयति इत्यादीनि क्रियापदानि, स्वार्थे णिच् प्रत्ययः अस्ति, विकरणप्रत्ययः अस्ति शप्, परिवर्तने शप् शप् लोप लोपपर्यन्तम् अतिष्ठति, अतः आहत्य अय इति भवति, लैक् क्षालयति मध्ये अयति, क्षालयति, प्रेषयति, कथयति इत्यादि। हा, बहु सम्यक् अस्ति। अस्तु, बहु सुन्दरमस्ति भगिनि, सम्यक्तया उक्तमस्ति भवत्या, वा, अस्तु अस्तु, कृपया म्यूट् करोतु, इदानीं समापयामः। इति विषयः अस्माकम् आसीत् यद् प्रत्येकं धातुगणस्य लक्षणं किम् इति सर्वैः अवगतं सम्यक्तया इति भाति, श्लाघनीयम् अस्ति, श्लाघनीयमस्ति, बहु सम्यक् अस्ति। ज्वरादिगणे तत्र अय अय इति भागः, चोर अयति, प्रेष अयति इति इत्यादीनि रूपाणि सन्ति। अस्तु, बहु सम्यक् अस्ति, अस्माकं समयः अपि समाप्तः अस्ति, अतः सर्वेषां स्वागतम्। इतः अग्रे अस्मिन्नेव समये प्रतिसप्ताहं मिलामः, अपि च अग्रे गन्तुं शक्ष्यामः। धन्यवादः सर्वेषां, नमस्कारः, धन्यवादः, धन्यवादः, बहु समीचीनमस्ति, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः, धन्यवादः.